नमस्कारः, अस्माकं नूतनन्यायवर्गे सर्वेषां स्वागतं। तर्हि इदानीं वयं तत्र संयोगनाशात् विभागः न अतिरिक्तः इत्याक्षेपः इत्यस्य प्रसङ्गे स्मः। अत्र वयं प्रथमं तत्र नाशस्य विषये इदानीम् अस्माकं चर्चा प्रवर्तमाना अस्ति। अत्र कस्य कस्य पदार्थस्य नाशः भवति इति प्रथमं दृष्ट्वा तदनन्तरं द्रव्यस्य नाशः कथं जायते इति इत्यस्य प्रसङ्गे किञ्चित् परिशीलितवन्तः। तर्हि तस्मात् अद्य पुनरारम्भं कुर्मः। तर्हि शुकोन महोदय, भवान् एव आरम्भं करोति वा? कुतः पठनीयं भगिनि? गतसप्ताहे अहं न आसीत्। हा हा हा, 2 अधिकशततमे पुटे तत्र सूक्तिललन्तिका इति भागः अस्ति खलु? आम्, तत्र अन्तिमपरिच्छेदः द्रव्यनाशः तर्हि केन जायते इत्यस्मात्। अस्तु, मम ध्वनिः कथमस्ति? प्रथमवारं फोन् माध्यमेन अहं योजितवान्। सम्यक् अस्ति वा? हा, सम्यक् अस्ति महोदय, सम्यक् एव अस्ति। अस्तु अस्तु भगिनि, अस्तु पठामि। द्रव्यनाशः तर्हि केन जायते? समवायिकारणनाशात्। लघुडादिपातेन कपालनाशे सति अग्रिमक्षणे घटनाशः लोकसिद्ध एव। कपालद्वयसंयोगरूप असमवायिकारणनाशादपि भवति गुणनाशः। कश्चित् परीक्षकः घटमादत्ते किञ्चित् शस्त्रमादाय मृदादिलेपेन कुलालेन यः कपालद्वयसंयोगः उत्पादितः तमेव नाशयति। न हि तेन कपालः नष्टः, तथापि घटः नश्यति। अतः यथा कपालनाशात् घटो नश्यति, तथा कपालद्वयसंयोगनाशादपि तथा च द्रव्यनाशः समवायीकारणनाशात् असमवायीकारणनाशाद्वा भवति इति आगतम् अस्मिन् परिच्छेदे। द्रव्यनाशः, क्षम्यतां महोदय, तत्र एकः मुद्रणदोषमस्ति। तत्र कपालद्वयसंयोगरूपसमवायीकारणनाशात् अपि भवति द्रव्यनाशः इति वस्तुतः, न तु गुणनाशः। अस्माकं प्रसङ्गः अस्ति, तदेव पठनसमये मया चिन्तितम्। अस्तु, द्रव्यनाशः अस्मिन् परिच्छेदे द्रव्यनाशः केन कारणेन भवति इति चर्चितम् अस्ति। एकं तु समवायिकारणनाशात्, घटः इति स्वीकुर्मश्चेत् तस्य समवायिकारणं तु कपालः इति वयं जानीमः। कपालनाशात् घटमपि नश्यति इति कृत्वा समवायीकारणनाशात् द्रव्यनाशः भवितुम् अर्हति इति आगच्छति। अनन्तरं यद्यपि तत्र भवितुम् अर्हति इति न, वस्तुतः भवति एव, इत्युक्ते तत्र भवितुम् अर्हति इति न खलु, भवति एव, भवितुम् अर्हति इति मया उक्तं वा? हा हा हा, सत्यम्। इत्युक्ते किञ्चित् भवान् अवगच्छति इति अहं जानामि, परन्तु किञ्चित् तत्र भ्रमः भवितुं शक्नोति खलु, यथा वयं भवितुम् अर्हति इति वदामः चेत् तत्र सम्भावना इति किञ्चित् आगच्छति। तर्हि तत्र भवति इति वदामः चेत् तत्र निश्चयेन भवति एव, यदि समवायिकारणं नश्यति चेत् द्रव्यनाशः भवति एव इति एकम्। अपि च घटं कथम् उत्पद्यते इति पश्यामश्चेत् कपालद्वयसंयोगेन एव घटम् उत्पद्यते। संयोगः इति गुणः, यदि तस्य गुणस्य नाशं भवति चेदपि यद्यपि तेन नाशेन समवायीकारणनाशं न भवति, इत्युक्ते कपालस्य नाशः न भवति चेदपि घटनाशः भवति। संयोगः तु असमवायीकारणं घटं प्रति इति कृत्वा गुणनाशेन असमवायीकारणनाशेन अपि द्रव्यनाशः भवति इत्यपि अत्र कारणद्वयम् अस्ति, समवायिकारणनाशेन द्रव्यनाशः भवति अपि च असमवायिकारणेन अपि द्रव्यनाशः भवति इति कारणद्वयमस्ति. सत्यं तत्र पुष्पा भगिनी भवती तत्र अवगतवती वा तत्र समवायिकारणनाशे वयं चर्चितवन्तः गतकक्षायाम्. अस्मिन् कक्षायाम् इदानीं महोदयः तत्र असमवायिकारणनाशस्य विषये अपि उक्तवान्. तत् तत् पुनः भवती एकवारं वदति वा तस्मिन् विषये भवती किम् समवायिकारणनाशात् अस्तु असमवायिकारणनाशद्वयापि द्रव्यनाशः आगतम् इति. असमवायिकारणं प्रथमम् असमवायिकारणम् इत्युक्ते किम् इत्युक्ते कपालस्य उदाहरणं स्वीकुर्मः चेत् तत्र कपालस्य समवायिकारणं किम् असमवायिकारणं किम्? कारणं कपालः कपालिनः असमवायिकारणम् अस्ति. किम् अस्ति असमवायिकारणं? क्षम्यताम्. कपालस्य द्रव्याणि कपालस्य द्रव्याणि इत्युक्ते किं? तत्र कपालः इति समवायिकारणं. सम्यक् सम्यक्. असमवायिकारणं तु द्वयसंयोगः न अस्ति न कपालद्वयसंयोगः. कपालद्वयसंयोगः अस्ति असमवायिकारणं. किमर्थं तत्र कपालद्वयसंयोगः असमवायिकारणम् अस्ति? अत्र मृदादिलेपेन कुलालेन न भगिनि तत्र तस्मिन् विषये पुस्तके नास्ति. किमपि भवती अवगतवती चेत् वक्तुं शक्नोति. तत्र पुस्तके नास्ति. तत्र कपालद्वयसंयोगः इति असमवायिकारणं सत्यं. किमर्थं कपालद्वयसंयोगः इति असमवायिकारणं? कपालद्वयसंयोगः असमवायिकारणं तत्तु कुलालस्य कार्यं अस्ति चेत् कार्यं करोति चेत् न असमवायिकारणम् इत्युक्ते किं? प्रथमम् असमवायिकारणस्य लक्षणं किम्? अस्तु सुनील् महोदय, भवान् किञ्चित् सहायं करोति वा अत्र? अत्र कपालः स्वस्मिन् तादात्म्यसम्बन्धेन स्थित्वा अत्र समवायसम्बन्धेन कपालद्वयसंयोगः अपि भवति. अतः अत्र कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति समवायिकारणम्. असमवायिकारणम् इत्युक्ते किम्? अत्र समवायिकारणे समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति इति असमवायिकारणस्य इति समवायिकारणं खलु. कपालद्वयसंयोगः इति समवायेन स्थित्वा कार्यमिति घटः कार्यम् उत्पादयति इति असमवायिकारणम्. उत्तमं. तर्हि इदानीं तत्र पुष्पा भगिनी अवगतवती वा असमवायिकारणम् इत्युक्ते किम् इति? कपालद्वयं स्थित्वा असमवायिकारणं. न कपालद्वयं स्थित्वा इति न, कपाले तत्र कपालः इति समवायिकारणं, तस्मिन् समवायेन स्थित्वा कपालद्वयसंयोगः संयोगः इति गुणः तत्र कपाले अस्ति खलु, तर्हि कपाले स्थित्वा समवायेन कार्यं जनयति, इदानीं कार्यम् इति घटः इति कृत्वा कपालद्वयसंयोगः कपालस्य असमवायिकारणम्. इदानीं तादृश संयोगः नश्यति चेत्, इत्युक्ते कपालद्वयसंयोगः इति कश्चन संयोगः लेपनं कृत्वा तत्र संयोगः जातः, तस्य नाशः भवति चेत् कपालः तु इदानीमपि अस्ति खलु, तत्र तत्र संयोगः एव नश्यति केवलं, परन्तु कपालः इति कपालः तु समवायिकारणमस्ति, समवायिकारणस्य नाशः तु न भवति, केवलम् असमवायिकारणस्य इत्युक्ते संयोगस्य नाशः भवति. तदा तत्र कपालद्वयं पुनः पृथक् पृथक् आगच्छति खलु, तर्हि तत्र इदानीं घटः न घटः नष्टः, यतोहि संयोगः नष्टः, परन्तु कपालः नष्टः न, कपालः तु अस्ति इति कृत्वा यद्यपि समवायकारणस्य नाशः न जातः, असमवायीकारणं तु तस्य नाशः जातः इति कृत्वा इदानीं द्रव्यस्य नाशः अभवत्. अवगच्छति वा? प्रथमविद तत्र समवायीकारणनाशः असमवायीकारणनाशः इति द्विधा अस्ति खलु, समवायीकारणनाशः इति चेत् तत्र कपालः नश्यति चेत् घटस्य नाशः अभवत् इति प्रथमं. द्वितीय विधे तत्र कपालः तु अस्ति इत्युक्ते समवायीकारणस्य नाशः न जातः, परन्तु असमवायीकारणस्य नाशः जातः इति कृत्वा द्रव्यस्य नाशः अभवत् इति द्वितीयविधम्. अस्तु अस्तु अस्तु, स्पष्टम्? धन्यवादः. तर्हि भगिनी भवती एव अग्रे पठतु. गुणनाशः सम्प्रति चिन्तयामः. समवायिकारणनाशात् भवति गुणनाशः, कारणनाशात् गुणनाशः भवति गुणनाशः. यथा घटे नष्टे तद्रूपं नश्यति, निमित्तकारणनाशात् अपि भवति गुणनाशः. द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या आश्रयगतम् एकत्वं च असमवायिकारणं भवति. एवम् अपेक्षबुद्धिः इति ज्ञानविशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति. तस्याः नाशेन अपेक्षाबुद्धिः नाशेन द्वित्वादि संख्यानाशं च. एतत् तत्त्वं परिशिष्टे द्रष्टव्यं, तथा च अत्र निमित्तकारणनाशात् गुणनाशः. किञ्चित् कण्ठः न भगिनि, किञ्चित् कण्ठशः पश्येम, प्रतिवाक्यं पुनः एकवारं पठित्वा. गुणनाशं सम्प्रति चिन्तयामः इति वदति अस्ति. किमर्थम् इदानीं गुणनाशस्य विषयः आगतः? समवाय द्रव्यनाश अस्ति चेत् असमवायिकारणं तथा नास्ति. अस्तु, सुनील् महोदय, भवान् किञ्चित् वदति वा इदानीं गुणनाशस्य प्रसङ्गः किमर्थम् आगतः इति? इदानीम् अत्र संयोगनाशः गुणः विभागः इति अत्र पूर्वपक्षिणः न अङ्गीकुर्वन्ति इत्युक्ते संयोगनाशकः अपि गुण विभागः अपि एकस्मिन् क्षणे एव भवतः इति तेषाम् आशयः अतः विभागः इति गुणः इति ते न अङ्गीकुर्वन्ति अतः इदानीं यत्र यत्र नाशः भवति इति अत्र पश्यामः अत्र वयं दृष्टवन्तः प्रागभावं विहाय सामान्यादीनां नाशः भवति इति दृष्टवन्तः भवति वा न भवति इति तदा अनन्तरं द्रव्यं गुणः कर्म इति अन्यद्रव्याणि सन्ति अत्र अत्र द्रव्यस्य नाशः कथं जायते इति वयं दृष्टवन्तः क्रियायाः अपि वयं दृष्टवन्तः इदानीं गुणनाशस्य विषयः बहु सम्यक् तर्हि अवगतवती वा भगिनि तत्र इदानीं एकं पदार्थं स्वीकृत्य तस्य नाशः कथं जायते इति वयं तस्मिन् प्रसङ्गे आस्मः यतोहि संयोगनाशः अपि च विभागः तयोः मध्ये भेदः नास्ति इत्युक्ते संयोगनाशः एव विभागः इति पूर्वपक्षिणः मतं तर्हि तदा वयं तत्र नाशः कथं जायते इति प्रथमं तत्र किञ्चित् गम्भीररीत्या चिन्तनम् इदानीं प्रवर्तमानम् अस्ति तत्र गुणं विहाय अन्ये पदार्थाः तेषां नाशः कथं जायते इति वयं परिशीलितवन्तः एतावत्पर्यन्तम् इदानीम् अवशिष्टम् अस्ति गुणः एव तर्हि इदानीं गुणस्य नाशः कथं जायते इति चिन्तनम् अस्मिन् परिच्छेदे तदनन्तरमपि अस्ति तदर्थमेव गुणनाशस्य विषयः आगतः तेषां द्रव्यनाशः रागभाव विषय विहाय तत् विषयं भूत्वा गुणनाशं सम्प्रति सत्यं अग्रे पठतु गुणसमवायिकारणनाशात् भवति गुणनाशः इत्युक्ते गुणस्य समवायिकारणनाशात् गुणनाशः भवति गुणस्य समवायिकारणम् इत्युक्ते किं तत्र किञ्चित् उदाहरणं दत्वा वदतु गुणस्य समवायिकारणं तु अत्र तत्तु पुस्तकं वदति चेत् पुस्तकम् अत्र अस्ति आसन्दे अस्ति तत्र संयोगः अस्ति अत्र संयोगः तु समवायिकारणं नास्ति न एकक्षणं तत्र संयोगः इति मास्तु किञ्चित् अत्र संयोगः इत्यपि गुणः एव परन्तु इदानीं तद् मास्तु प्रथमं तत्र किञ्चित् अन्य किमपि तत्र घटमिति स्वीकृत्य घटः इति स्वीकृत्य किञ्चित् तत्र घटे कीदृशगुणः अस्ति अपि च तत्र गुणः कः तस्य समवायिकारणं किम् इति किञ्चित् वक्तुं शक्नोति वा तत्र इदानीं तत्र बहवः गुणाः परिशीलितवन्तः एतावत्पर्यन्तं स्मरति खलु तत्र गुणा के के गुणाः एतावत् पर्यन्तं वयम् अधीतवन्तः? अत्र गुणाः न पुस्तकं मास्तु भगिनि, मनसि किम् अस्ति तद् वदतु प्रथमं. गुणनाशः तु न मम प्रश्नः मम प्रश्नः किञ्चित् शृणोतु. नाशस्य विषये नास्ति मम प्रश्नः, के के गुणाः एतावत्पर्यन्तं वयम् अधीतवन्तः इति. अस्तु, तर्हि सप्तमपुटे पश्यतु, अस्माकं पुस्तके सप्तमपुटे रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभाग, इदानीं विभागे वयं स्मः. तर्हि रूप आरभ्य विभागपर्यन्तं वयं किञ्चित् गम्भीरचिन्तनं कृतवन्तः खलु. तर्हि तत्र रूपम् इति गुणः इति स्वीकरोति चेत् तत्र रूपं कुत्र अस्ति इदानीं? तत्र घटः इति वयम् उक्तवन्तः, तर्हि घटे रूपम् अस्ति खलु? घटः इति ग्रूपः इति गुणः, तर्हि घटः इति किम्? घटः अत्र घटः समवायिकारणेन रूपः अस्ति. न अस्तु, तर्हि रूपम् इति गुणः, तर्हि घटः इति द्रव्यं खलु? द्रव्ये गुणः अस्ति, तर्हि इदानीं रूपम् इति गुणस्य समवायीकारणं किम्? यद्भवती उक्तं तत् सत्यमेव, इत्युक्ते तत्र रूपं समवायसम्बन्धेन घटे अस्ति इति. परन्तु मम प्रश्नः किञ्चित् भिन्नः. रूपम् इति गुणः, तस्य रूपमिति गुणः इदानीं घटे वर्तते चेत् रूपम् इत्यस्य गुणस्य समवायिकारणं किम्? समवायिकारणं तथैव घटे एव. न रूपस्य समवायिकारणं किं? घटे एव इत्युक्ते किं? घटे इत्युक्ते तत्र कः अस्ति? मम प्रश्नः कः इति, कुत्र इति नास्ति मम प्रश्नः. रूपस्य समवायिकारणं किम् इति मम प्रश्नः, न तु कुत्र इति. सम्यक् न वक्तुं न शक्नोमि मम भगिनी. अस्तु, गुणस्य समवायिकारणं भवति तस्य आश्रयभूतद्रव्यमेव सर्वदा. तर्हि रूपस्य समवायिकारणम् अस्ति घटः. घटे रूपमस्ति चेत् इदानीं कश्चन घटः अस्ति, घटस्य रूपं रक्तम् इति. भवती घटे इति उक्तवती, न तु घटः इति खलु? घटे इत्युक्ते तत्र घटे अन्यविषयाणि अपि सन्ति खलु? तर्हि घटः तत्र रूपस्य समवायिकारणमस्ति घटः इत्युक्ते गुणस्य समवायिकारणं सर्वदा तस्य आश्रयभूतद्रव्यमेव. तर्हि रूपस्य इदानीं घटः. तर्हि इदानीम् अग्रिमवाक्यं पठतु पुस्तके. न तस्य पूर्ववाक्यं घटे नष्टे तत् रूपं नश्यति. तद् नश्यति चेत् तस्य रूपः तु नश्यति. इत्युक्ते किं? तत्र समवायिकारणस्य नाशेन गुणस्य नाशः भवति, गुणनाशं भवति. गुणनाशं भवति. अस्तु, सम्यक् महोदय, भवान् अग्रे पठति वा? यथा घटे नष्टे तद्रूपं नश्यति. अत्र घटः यदा नष्टः भवति अत्र गुणः इति रूपमपि अत्र नश्यति. निमित्तकारणनाशादपि भवति गुणनाशः. अत्र समवायिकारणनाशात् गुणनाशः भवति, निमित्तकारणम् आसात् अपि गुणेन सह भवति इति. द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या आश्रयगतमेकत्वं च असमवायिकारणं भवति. अत्र सङ्ख्यादि गुणः अत्र द्वित्वसङ्ख्यां प्रति द्रव्यं समवायिकारणमिति वयं पूर्वं दृष्टवन्तः. अत्र आश्रयगतमेकत्वं च असमवायिकारणं भवति. अत्र एकत्वम् इति असमवायिकारणं भवति द्रव्ये. एकक्षणं, तत्र आश्रयगतमेकत्वम् इत्युक्ते किम्? अत्रापि द्रव्यमेव किल, अत्र द्रव्ये अत्र एकत्वम् इति द्रव्ये आश्रयम् आश्रयः इत्युक्ते हा, तत्र नवाशीतितमे पुटे किञ्चित् पुनस्मरणत्वेन तत् किञ्चित् पठेम, भवानेव पठतु. तत्र द्रव्योत्पत्तिक्षणे एव इति अस्ति खलु. एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्या वक्तुं. तदात्वे द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात्. न स्यात् तर्हि तत् गुणान् प्रति कारणमपि. अतः तस्य कारणत्व रक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युपगम्यते. महोदय, तत्र किञ्चित् पुनः तत्र प्रतिवाक्यं पठित्वा किञ्चित् वदतु तत्र किमस्ति इति. एवं भगिनी, कस्मिन् पुटे अस्ति इदानीं? नवाशीतितमे पुटे महोदय. एवं सति द्रव्योत्पत्तिक्षणे एव तत्र रूपादीनां विशेषगुणानाम् एकत्वादीनां सामान्यगुणानाम् उत्पत्तिः न शक्या वक्तुम्. अत्र द्रव्योत्पत्ति क्षणे एव अत्र विशेषगुणानां च एकत्वादीनां उत्पत्तिः न भवति इति अत्र अस्ति. तदात्वे द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं गुणोत्पत्ति क्षणपूर्वक्षणवृत्ति न स्यात्. न स्यात् तर्हि तत् गुणान् प्रति कारणमपि. अत्र यदा द्रव्यस्य गुणानां च उत्पत्त्या एव गुणोत्पत्तिः भवति, अथवा द्वितीयक्षणे एव गुणः भवति. न, तत्र तथा नास्ति खलु. तत्र द्रव्यस्य गुणानां च युगपत् उत्पत्त्या द्रव्यं क्षणपूर्वक्षणवृत्ति न स्यात् इत्युक्ते द्रव्यं गुणोत्पत्ति च इत्युक्ते द्रव्यम् अत्र गुणस्य उत्पत्तिक्षणे न इदानीमपि नास्ति इति एव किल. न न न, द्रव्यस्य गुणानां च युगपत् उत्पत्त्या इत्युक्ते किं? प्रथमं द्रव्यस्य गुणानां च युगपत् उत्पत्तिः इति स्वीकुर्मः, तर्हि द्रव्यस्य गुणानां च युगपत् उत्पत्तिः इत्युक्ते किम्? तयोः द्वयोः उपक्ति यदा भवति इति न यदा भवति इति न खलु युगपत् उत्पत्तिः इत्युक्ते किम् इत्युक्ते द्रव्यं गुणः द्वयोः अपि समानकाले एव उत्पत्तिः भवति चेत् इत्युक्ते घटः यदा जायते तस्मिन् क्षणे एव घटे रूपमपि जायते चेत् रूपमपि जायते इति इत्युक्ते समानकाले एव इत्युक्ते द्रव्यस्य उत्पत्तिक्षणे एव द्रव्ये विद्यमानगुणस्यापि उत्पत्तिः भवति इति युगपत् उत्पत्तिः इत्युक्ते तथा भवति चेत् किं भवति द्रव्यं गुणोत्पत्तिक्षणपूर्वक्षणवृत्ति न स्यात् इत्युक्ते किम् इत्युक्ते गुणस्य पूर्व उत्पत्ति क्षणे न भवति चेत् द्रव्यं हा इत्युक्ते गुणस्य यदा गुणः जायते तस्य पूर्वक्षणे द्रव्यं नास्ति यतोहि समानकाले द्वयोः अपि उत्पत्तिः भवति इति कृत्वा गुणस्य पूर्वक्षणे गुणस्य उत्पत्तिपूर्वक्षणे द्रव्यं नास्ति खलु नास्ति इति भवति चेत् तत्र कश्चन काचन समस्या भवति इति अग्रिमपादे अस्ति तदपि पठतु महोदय न स्यात् तर्हि तत् गुणान् प्रति कारणमपि इत्युक्ते वयं जानीमः द्रव्यं गुणस्य कारणम् इति अतः द्रव्यं गुणस्य उत्पत्तिक्षणे क्षणस्य पूर्वमेव भवितव्यम् अतः द्रव्यं च गुणः युगपत् भवति चेत् द्रव्यं गुणस्य कारणं न भवति न भवेत् इति तर्हि गुणस्य कारणमिति न भवति अग्रे पठामि वा अतः तस्य कारणत्वरक्षायै उत्पन्नं द्रव्यं क्षणमेकं निर्गुणं निष्क्रियं च तिष्ठति इति नियमः अभ्युत् उपगम्यते अतः अत्र द्रव्यं क्षण गुणस्य क्षणं एकक्षणपूर्वमेव भवति इति हा इत्युक्ते एकक्षणं पूर्वं भवति इत्युक्ते यदा द्रव्यं जायते तदा क्षणमेकं तस्मिन् गुणः अपि नास्ति क्रिया अपि नास्ति निर्गुणं निष्क्रियं तिष्ठति द्रव्यम् इति इति वयं पूर्वतः इदानीं तत्र द्रव्यमस्ति चेत् गुणः अपि अस्ति इति वदामः न द्रव्यम् अस्ति चेत् गुणः अस्ति इत्युक्ते हा इत्युक्ते द्रव्ये गुणः अस्ति सत्यम् अस्ति तत्तु न स्यात् कथम् आयाति नास्ति इति न भगिनी यदा इदानीं कपालः कपालस्य इदानीं चिन्तयतु कपालस्य निर्माणं भवति इति क्षम्यतां घटस्य निर्माणं भवति तर्हि कपालद्वयं स्वीकृत्य तस्य संयोगेन तत् इदानीं घटः घटस्य निर्माणं भवति खलु यदा घटस्य उत्पत्तिः जाता घटोत्पत्तिः भवति तदा एकक्षणं घटे रूपं वा अथवा तत्र परिमाणं वा इति किमपि यत् यत् कश्चन गुणः अपि नास्ति यत् किमपि भवतु गुणः तत्र एकक्षणं तत् तस्मिन् गुणः वा क्रिया वा नास्ति तदनन्तरक्षणे एव भवति तदेव तत्र कोष्ठे अपि अस्ति पश्यतु प्रथमक्षणे तत्र घट उत्पत्ति कृते याः याः सामग्र्यः आवश्यकाः आवश्यक्यः तत्सर्वं तत्र प्रथमक्षणे, तदनन्तरं द्वितीयक्षणे तत्र घटोत्पत्तिः भवति. तस्मिन् क्षणे गुणः अपि नास्ति, क्रिया अपि नास्ति. तस्य उत्तरक्षणे इत्युक्ते तृतीयक्षणे एव भवति घटे गणोत्पत्तिः द्रव्यम् अस्तु रूपादेः. तत्रैव वयं दृष्टवन्तः तत्र एकत्वस्य विषये अपि खलु, यदा प्रत्येकं द्रव्ये एकत्वम् इति, एकत्वम् इत्युक्ते किम्? एकत्वम् इति अपि कश्चन गुणः, इत्युक्ते एकत्वम् इति सङ्ख्या, सङ्ख्या अपि गुणः. तर्हि एकत्वम् इति गुणः तत्र द्वितीयक्षणे भवति, परन्तु द्वित्वम् इति गुणः तथा न भवति खलु, तस्मिन् क्षणे न भवति. द्वित्वम् इति गुणः कदा भवति? सङ्ख्या द्वे अस्ति चेत्. हा, इत्युक्ते तत्र प्रत्येकं घटे तत्र एकत्वम् इति सङ्ख्या अस्ति, परन्तु द्वितीयघटस्य आनयनेन एव द्वित्वम् इति गुणः जायते. इति कृत्वा एकत्वम् इति गुणः द्वित्वं प्रति असमवायिकारणम् अस्ति इति अपि वयं तेषु दिनेषु किञ्चित् चर्चितवन्तः. अस्तु, द्वित्वं प्रति असमवायिकारणः. ओके, तत्र अस्ति. अस्मिन् महोदय, भवान् पुनः अस्माकं प्रकृतविषयः खलु, तस्य वाक्यं तत्र द्वितीयसङ्ख्या पुनः एकवारं पठित्वा किञ्चित् वदतु. इदानीम् आश्रये गतम् एकत्वम् इत्युक्ते किम् इति इतोपि किञ्चित् स्पष्टरीत्या. अत्र द्वितीयसङ्ख्यां प्रति द्रव्यं समवायिकारणं दर्शितरीत्या आश्रयगतमेकत्वं च असमवायिकारणं भवति. तत्र तदेव अत्र अस्ति. अत्र द्वितीयसङ्ख्या इति आवश्यकं चेत् अत्र एकत्वमपि प्रथमम् आवश्यकं, तदेव अस्ति. एवम् अपेक्षाबुद्धिः इति ज्ञानविषयः विशेषः निमित्तकारणं भवति इति वैशेषिकाः वदन्ति. अत्र ज्ञानविषयः निमित्तकारणं भवति इति अत्र वैशेषिकः भवन्ति. हा, इत्युक्ते अपेक्षाबुद्धिः इति कश्चन संज्ञा. हा, ज्ञानविशेषः, विषयः न विशेषः, इत्युक्ते तत्र अपेक्षाबुद्धिः इति काचन संज्ञा. शुकोनमहोदय, भवान् तस्मिन् विषये इतोपि किञ्चित् अधिकं जानाति चेत् कृपया वदतु. मम अवगमनम् उपस्थापयामि भगिनि. तत्र अपेक्षाबुद्धिः इति यदि चिन्तयतु, घटद्वयम् अस्माकं पुरतः अस्ति इति, घटद्वयम् अस्ति इति कृत्वा तत्र द्वित्वसङ्ख्या जातम् इति किमपि न. यदि मयि गणनबुद्धिः जायते चेत् कति घटाः मम पुरतः अस्ति इति मयि यदा अपेक्षाबुद्धिः जायते चेत् एव तत्र एकं द्वे त्रीणि इति अहं गणनं करोमि. यदि तादृशबुद्धिः नास्ति चेत् कति घटाः मम पुरतः सन्ति इति, अपेक्षाबुद्धिः नास्ति चेत् अहं गणनं न करोमि. यदि अहं गणनं न करोमि तदा द्वित्वसङ्ख्यां वा तदधिकानि सङ्ख्यां वा तत्र न जायते एव किल. सत्यम्. तदेव, यदि मम अपेक्षाबुद्धिः अस्ति चेत् एव प्रथमघटस्य अहम् एकं, द्वितीयघटे द्वितीयं, तृतीयम् इति अहं गणनं करोमि. यदा अहं गणनं करोमि तदा एव द्वितीयघटे द्वित्वसङ्ख्यां आगच्छति, तृतीयघटे तृतीय सङ्ख्या आगच्छति, तत् अपेक्षाबुद्धिः नास्ति चेत् तत्र द्वितीय द्वित्वादिसङ्ख्या न जायते. यदि पूर्वं जायते चेत् मम अपेक्षाबुद्धिः नश्यति चेत् तदपि नश्यति इति कृत्वा निमित्तकारणनाशादपि गुणनाशः भवति इति. सत्यं तेषु अत्र निमित्तकारणम् इति अपेक्षाबुद्धिः. सत्यं सत्यम् अस्माकं कक्षायामपि एतदेव चर्चा जाता. अत्र इतोपि एकं वैशिष्ट्यमपि महोदयेन उक्तम् इत्युक्ते तत्र रूपमिति गुणः अपि द्रव्ये वस्तुतः खलु, रूपमिति गुणः द्रव्ये अस्ति, सङ्ख्या इति गुणः अपि द्रव्ये अस्ति. इदानीं तत्र यदा मम इन्द्रियसन्निकर्षः भवति वा न वा, तत्र मम इत्युक्ते मम आत्मनि तादृशज्ञानं भवति वा न वा, रूपमिति गुणः तु द्रव्ये वर्तते एव. परन्तु सङ्ख्या इति गुणः तथा नास्ति खलु, इत्युक्ते मम अपेक्षाबुद्धि अस्ति चेत् एव तत्र घटे द्वित्वम् इति गुणः आगतः. आम्, यदि मम मनसि इच्छा नास्ति चेत्, गणनं करोमि इति इच्छा नास्ति चेत् तत्र द्वित्वं न आगच्छति. हा, इच्छा वा अथवा तत्र गणनज्ञानं वा, इत्युक्ते तत्र कश्चन मनुष्यस्य प्रायः इत्युक्ते अहं चिन्तयामि पशूनां तत्र गणनसामर्थ्यं नास्ति इति चिन्तयामः चेत् तत्र दश तत्र कश्चन पशुः अस्ति, तस्य पुरतः तत्र दशवृक्षाः सन्ति इति स्वीकुर्मः, तर्हि तत्र वृक्षे इदानीं केवलम् एकत्वम् इति एव सङ्ख्या अस्ति खलु, यतोहि एकत्वम् इति सङ्ख्या तु तत्र द्रव्य उत्पत्ति अनन्तरम् एव भवति, परन्तु द्वित्वं तदनन्तरं तत्र दशपर्यन्तं तत्र तादृशगणनं तु न भवति, केवलं पशुः एव अस्ति चेत् अथवा पशवः सन्ति चेत्. परन्तु यदा अत्र एकः मनुष्यः आगच्छति चेदपि तस्मिन् क्षणे तादृशगुणः तत्र वृक्षेषु भवति. आम्, तत्रैव अहं वदामि भगिनि, मनुष्यः आगच्छति चेत् तस्य गणनसामर्थ्यम् अस्ति चेत् अपि यस्य यथा तस्य मनसि अपेक्षाबुद्धिः कति वृक्षाः सन्ति मम पुरतः इति न उत्पद्यते चेत् उत्पादयति चेत् तत्र द्वित्वं न जायते, द्वित्वादिसङ्ख्या न जायते. यदि तस्मिन् मनसि अपेक्षाबुद्धिः जायते, इत्युक्ते अहं मम सत्यं मम इत्युक्ते मनुष्यः तत्र आगच्छति चेत् इति कथनस्य आशयः एवं यत् मनुष्यस्य मनसि गणनसामर्थ्यम् अस्ति, अपि च सः अपेक्षाबुद्धिः अपि अस्ति इति सर्वं किञ्चित् अन्तर्गतम् आसीत् यदा तथा उक्तवती तत्र मनुष्यः आगतः इति. इत्युक्ते यावत् तत्र पशवः अपि पूर्वम् अत्र सन्ति, वृक्षाः अपि सन्ति, इत्युक्ते द्रव्यमपि अत्र अस्ति एव, परन्तु द्रव्ये गुणः द्वित्वमिति गुणः नास्ति. यदा कश्चन मनुष्यः आगच्छति चेदेव, इत्युक्ते भवान् यदुक्तवान् तत्सर्वं तस्मिन् तस्य अपेक्षाबुद्धिः अस्ति, गणनसामर्थ्यम् अस्ति, तत्सर्वम् अस्ति चेत् तदानीमेव तत्र द्रव्ये इत्युक्ते मनुष्यः अन्यद्रव्ये तत्र गुणः आरोपयति इति प्रायः वक्तुं शक्नुमः खलु. अन्यद्रव्ये तत्र गुणः जायते मनुष्यस्य तत्र अपेक्षाबुद्धि इति अस्ति इति कृत्वा इति किञ्चित् वैशिष्ट्यमस्ति. इत्युक्ते तत्र द्रव्ये द्रव्यस्य गुणस्य कृते किमपि अन्यः अन्ये विद्यमानं विद्यमाना बुद्धिः इति कारणं भवति इति किञ्चित् वैशिष्ट्यमस्ति. आम् आम् आम् एकत्वं तु साधारणतया आगच्छति यदा द्रव्यं जायते तदनन्तरक्षणे एकत्वम् इति सङ्ख्या निश्चयेन जायते, किन्तु तद् अतिरिक्तसङ्ख्या अपेक्षाबुद्धिः एव आश्रयति. यदि अपेक्षाबुद्धिः नास्ति चेत् द्वित्वादिसङ्ख्या न जायत्येव. सत्यं सत्यम् इति कृत्वा अपेक्षाबुद्धिः अपेक्षाबुद्धिः तु समवायिकारणमपि नास्ति असमवायिकारणमपि नास्ति इति कृत्वा किमर्थम् इत्युक्ते अपेक्षाबुद्धिः तु मनुष्येषु एव अस्ति इति कृत्वा असमवायिकारणमपि नास्ति समवायिकारणमपि नास्ति इति कृत्वा निमित्तकारणं भवति. तत् निमित्तकारणनाशेन अपि गुणनाशः द्वित्वादिसङ्ख्या गुणनाशः भवितुं भवति इति. सत्यं सत्यं किमर्थं तत्र तर्हि तत्र सुनील् महोदय प्रथमं एतत् सर्वं भवान् अवगतवान् वा तत्र अपेक्षा बुद्धिविषये? अहं पुनः वदामि वा एकवारं? हा हा हा निश्चयेन. अत्र एकत्वमिति द्रव्ये भवति एकत्वमिति गुणः, अत्र द्वित्वमिति विशेषगुणः. अतः एषः ज्ञानविशेषः गुणः अपेक्षाबुद्ध्या एव. न न एकक्षणं महोदय, तत्र द्वित्वम् इति गुणः ज्ञानविशेषगुणः नास्ति, अपेक्षाबुद्धिः इति ज्ञानविशेषः अस्ति. अतः अपेक्षाबुद्धिः इति ज्ञानविशेषः अपेक्षाबुद्ध्या एव द्वित्वम् इति ज्ञातुं शक्नुमः. अतः अत्र अपेक्षाबुद्धिः निमित्तकारणं भवति. अपेक्षा किञ्चित् प्रायः किञ्चित् भिन्नरीत्या वक्तव्यम् इत्युक्ते भवान् अवगतवान् इत्येव भाति, परन्तु तत्र तत्र द्वित्वम् इति इति गुणः तत्र तत्र वस्तुतः द्रव्ये जायते खलु. इत्युक्ते तत्र भवति इत्युक्ते अस्माकं मनसि भवति इति न, वस्तुतः द्वित्वम् इति गुणः तु वृक्षे जायते. यदा तत्र यद् उदाहरणम् इदानीं वयं दृष्टवन्तः, तत्र दशवृक्षाः सन्ति चेत् एताशुकोनमहोदय उक्तवान् तत्र कश्चन मनुष्यः आगच्छति, तस्य गणनसामर्थ्यमस्ति, अपि च तत्र इदानीं गणनं करोमि इति तत्र अपेक्षा बुद्धिः अपि अस्ति चेत् तदा तत्र वृक्षे द्वित्वं इत्यादीनि तत्र इत्यादि गुणाः तत्र गुणः तत्र आगच्छति. तर्हि तत्र द्वित्वम् इति गुणः भवति इत्युक्ते अस्माकं मनसि आत्मज्ञानं भवति इति न, द्वित्वम् इति गुणः वस्तुतः द्रव्ये एव भवति. अवगतम् इदानीम् अवगतम्. हा शुकनु महोदय, भवान् इतोपि किम् अस्मिन् विषये किञ्चित् वक्तुम् इच्छति वा? हा किञ्चित् वदामि भगिनि. चिन्तयतु, अस्माकं पुरतः त्रीणि त्रयः वृक्षाः सन्ति इति, तेषु फलानि अपि सन्ति इति चिन्तयतु. इदानीं मम आशयः अस्ति फलं खादनीयम् इति मम मनसि आशा अस्ति, किन्तु द्वितीयवृक्षात् द्वितीयवृक्षे यत् फलमस्ति तदेव मम इच्छा अस्ति इति अपि चिन्तयतु. अत्र बालकः अस्ति इत्यपि चिन्तयतु. किं वदामि, बालकं तं बालकम् आह्वय अहं वदामि द्वितीये वृक्षे यत् फलमस्ति तद् कृपया आनयतु इति तं बालकम् अहं वदामि चेत् द्वितीये वृक्षे इति अहं वदामि किल तेन किम् अवगन्तुं शक्यते चेत् द्वितीयम् इति सङ्ख्यागुणः वृक्षे भवति इति द्वितीये वृक्षे नो चेत् मम मनसि भवति चेत् द्वितीये वृक्षे इति न वक्तुं शक्यते इति कारणात् यदा अपेक्षाबुद्धिः यद्यपि अपेक्षाबुद्धिः मम मनसि जायते तथापि तेन कारणेन अपेक्षाबुद्धि कारणात् वृक्षे एव द्वितीयसङ्ख्या जायते तदा एव मया वक्तुं शक्यते द्वितीये वृक्षे यत् फलमस्ति तत् कृपया आनयतु इति अतः यद्यपि अपेक्षाबुद्धिः मम मनसि अस्ति किन्तु तेन कारणेन गुणं तु द्रव्ये एव वृक्षे एव जायते इति वक्तुम् इच्छामि. परन्तु अत्र सङ्ख्यादिगुणः मनसि भवति किल तत्रापि योजयामः वा अत्र अत्र कार्यद्वयं भवति वा अत्र सङ्ख्या इति द्वित्वमिति द्रव्ये भवति एकं तु वृक्षे भवति अस्मिन् उदाहरणे परन्तु अत्र सङ्ख्या इति गुणः मनसि अपि भवति इति न तदेव तत्र सङ्ख्या इत्यस्य लक्षणवाक्यं पश्यतु महोदय एकत्वादिव्यवहारहेतुः सङ्ख्या खलु तर्हि सङ्ख्या इति कश्चन गुणः अस्ति इति कृत्वा एव अस्माकं मनसि एकत्वम् इति ज्ञानं भवति व्यवहारहेतुः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति वयं पूर्वं दृष्टवन्तः तर्हि तत्र एकं द्वे इति तादृश गुणः वृक्षे नास्ति चेत् अस्माकं मनसि एकत्वं द्वित्वम् इति ज्ञानं न उत्पद्यते एव. अपि च भगिनि सङ्ख्या इति गुणः यदि गुणमस्ति चेत् तस्य समवायीकारणं भवेत् तत्तु इदानीम् अस्मिन् उदाहरणे वृक्षम् एव भवितुम् अर्हति. मनः तु समवायी सङ्ख्यायां समवायीकारणं भवितुं न अर्हति किल मनः तु केवलं ज्ञान अधिकरणमेव सत्यम् इति कृत्वा केवलं द्रव्यमेव सङ्ख्यायाम् आश्रयः भवति किन्तु तस्य ज्ञानं मनसि जायते तावदेव. हा हा हा सत्यं तदेव तत्र लक्षणवाक्यमस्ति खलु एकत्वादि व्यवहारहेतुः इत्युक्ते तत्र ज्ञानजनकविषयः अस्ति तत्र सङ्ख्या इति गुणः इति. तर्हि तत्र सङ्ख्या इति गुणः अस्ति इति कृत्वा गुणः अस्ति चेत् तस्य आश्रयभूतद्रव्यमपि आवश्यकं सत्यम्. सुनील महोदयेन पृष्टः किल उभयोः मनसि अपि अपि च वृक्षे अपि द्वित्वादिसङ्ख्या जायते वा इति. मनसि केवलं ज्ञानमेव जायते किन्तु द्वित्वादिसङ्ख्या गुणाः द्रव्ये एव जायन्ते इति. सत्यं सत्यं यथारूपम् इति चिन्तयतु महोदय तत्र पुस्तकस्य पुस्तके नीलरूपम् अस्ति इति अस्ति चेत् तस्य ज्ञानमपि मनसि भवति खलु परन्तु रूपं तु पुस्तके एव अस्ति न तु अस्माकं मनसि. तथैव तत्र एकत्वं द्वित्वमपि तत्र किञ्चित् अपेक्षाबुद्धिः निमित्तकारणम् अतः अत्र निमित्तकारणस्य नाशात् अपि गुणनाशः भवति तदेव अत्र अस्ति. हा परन्तु अपेक्षा बुद्धिः इत्युक्ते किम् इति अवगतवान् भवान्? आमां मया अवगतम् इदानीम् अत्र घटद्वयमस्ति चेत् अत्र प्रथमघटे एकत्वम् इति अस्ति, द्वितीयघटे द्वित्वम् इति अस्ति इति अस्ति, अतः तद् अपेक्षा बुद्धिः न वस्तुतः तथा नास्ति खलु. तदेव पुनः शुक्लमहोदयेन अपि उक्तं, वस्तुतः घटद्वयम् अस्ति चेत् घटद्वये अपि एकत्वमेव अस्ति. प्रत्ययं प्रत्ययम् एकत्वम् अस्ति. अत्र कश्चन मनुष्यः आगच्छति, अत्र अपेक्षाबुद्ध्या अत्र एकत्वं द्वित्वम् इति घटे आगच्छति. हा, इत्युक्ते भवान् अवगतवान् इति भाति. मम वचनम् अथवा सम्यक् नास्ति इति चिन्तयामि, परन्तु अहम् अवगच्छामि. अस्तु, सम्यक्. अतः अत्र इदानीम् अपि च तत्र अपेक्षाबुद्धिः किमर्थं निमित्तकारणम्? अत्र समवायिकारणं नास्ति, असमवायिकारणमपि नास्ति अत्र अपेक्षाबुद्धिः. किमर्थं नास्ति? समवायिकारणमपि नास्ति, असमवायिकारणमपि नास्ति. अत्र समवायिकारणस्य वचने अत्र तादात्म्यसम्बन्धेन स्थित्वा कार्यं जनयति इति अस्ति. अत्र अपेक्षाबुद्धिः तादृशकार्यं न जनयति. तर्हि तत्र असमवायिकारणम् असमवायिकारणम् अत्र इदानीं वयं दृष्टवन्तः, अत्र कार्याधिकरणे स्थित्वा तादात्म्येन सम्बन्धेन तादात्म्येन नास्ति खलु असमवायिकारणम्. अत्र घटस्य उदाहरणे अहं इदानीं दृष्टवन्तः, अत्र कपालः इति तादात्म्येन स्थित्वा कपालद्वय संयोगः समवायेन कार्यं जनयति. कपा एकक्षणं महोदय, तत्र कपालः तादात्म्येन स्थित्वा इति तत्तु समवायिकारणमस्ति, तत्तु भवान् उक्तवान्, तद् अभवत्. असमवायिकारणस्य प्रसङ्गे तत्र तादात्म्यसम्बन्धः इत्यस्य वार्ता नास्ति खलु? अत्र अत्र समवायेन स्थित्वा कार्यमुत्पादयति इति, अत्र कपालद्वयसंयोगः समवायेन कपाले स्थित्वा घटः इति कार्यम् उत्पादयति. हा, इत्युक्ते कार्येण अथवा कारणेन सह समवेतं सत् कारणं समवायिकारणम्. आम् आम् खलु, इत्युक्ते तत्र अस्मिन् उदाहरणे तत्र कपालसंयोगः कपाले इत्युक्ते कार्येण क्षम्यतां तत्र कार्येण स्थित्वा कार्याधिकरणे स्थित्वा कार्यं जनयति इति, अथवा तत्र कपालरूपं घटरूपं प्रति कारणं तदस्ति द्वितीयविधसमवायिकारणस्य उदाहरणम्. परन्तु अत्र तद्द्वयमपि अत्र नास्ति इति तत् सत्यम् इति कृत्वा तत्र निमित्तकारणम् इत्यपि सत्यं, परन्तु तत्र किञ्चित् लघुमार्गः अस्ति खलु, तावत् वक्तव्यम् इति नास्ति वस्तुतः अस्मिन् प्रसङ्गे. यतोहि तत्र समवायिकारणम् अपि च असमवायिकारणम् इति द्रव्ये एव अस्ति, परन्तु अपेक्षाबुद्धिः द्रव्ये नास्ति खलु इति कृत्वा द्वयमपि भवितुं न द्वयमपि न भवति एव. अवगच्छति खलु? अस्तु. अपि च भगिनी, अत्र कार्यं तु द्वितीयादिसङ्ख्या, कार्याधिकरणं तु वृक्षादि द्रव्यम्, अपेक्षाबुद्धिः तु अस्माकं मनसि एव अस्ति इति कृत्वा समवायिकारणम् अपि च असमवायिकारणं न भवितुम् अर्हति इति कृत्वा निमित्तकारणम्. हा हा, सत्यं सत्यं सत्यं, तदेव तदेव मम आशयः अपि आसीत्. हा, इत्युक्ते द्रव्यं यदस्ति तस्मिन् नास्ति अपेक्षाबुद्धिः, अस्माकं मनसि एव अस्ति अथवा आत्मनि एव अस्ति अपेक्षाबुद्धिः इति ज्ञानम्. इति कृत्वा तत्र द्रव्यस्य द्रव्ये नास्ति इति कृत्वा समवायिकारणम् अथवा समवायिकारणम् इति न भवितुं न भवति इति कृत्वा तत्र इदानीं तस्य नाशेन द्वितीयादिसङ्ख्यानाशं च अत्रापि इतोपि एकमपि किञ्चित् चिन्तनीयम् इत्युक्ते तत्र सङ्ख्याविषये तत्र अपेक्षा बुद्धिः इति किञ्चित् विशिष्टनिमित्तकारणं खलु यतोहि तत्र इदानीं घटे रूपमस्ति घटस्य निमित्तकारणं कुलालः इति स्वीकुर्मः इति वयं जानीमः परन्तु कुलालः नश्यति चेत् घटः न नश्यति घटे विद्यमानं रूपमपि न नश्यति इति कृत्वा तत्र अपेक्षा बुद्धिः इति तत्र सङ्ख्या प्रति किञ्चित् विशिष्टनिमित्तकारणम् इत्यपि वक्तव्यमस्ति तस्मिन् विषये इतोपि शुकनमहोदय इतोपि किञ्चित् अधिकं किमपि वक्तव्यं चेत् भवान् कृपया वदतु नो चेत् अग्रे गन्तुं शक्नुमः न भगिनि तावदेव अत्र गुणनाशः कैः कारणैः भवति इत्येव अत्र समवायिकारणनाशात् गुणनाशः भवति असमवायिकारणनाशात् अपि गुणनाशः भवति अपि च निमित्तकारणनाशात् अपि गुणनाशः भवति इति प्रतिपादनार्थम् उदाहरणं स्वीकृतम् सत्यं परन्तु अत्र असमवायिकारणनाशात् गुणनाशः इति तत्र विद्याचर्यां नास्ति वस्तुतः केवलं समवायिकारणनाशात् गुणनाशः निमित्तकारणनाशात् गुणनाशः इति एव अस्ति तत्र पश्यतु भगिनि द्वित्वसङ्ख्यां प्रति द्रव्यं समवायीकारणं दर्शितरीत्या आश्रयगतम् एकत्वं च असमवायीकारणं भवति एकत्वं नश्यति चेत् अपि द्वित्वं नश्यति किल परन्तु तथा न दत्तमस्ति वस्तुतः तत्र इतोपि अग्रे अपि गत्वा समानादिकरणगुणेनापि भवति गुणनाशः इत्यपि अस्ति परन्तु असमवायिकारणनाशात् गुणनाशः भवति इति स्पष्टतया न दत्तम् अत्र आम् साक्षात् न दत्तं किन्तु वयं अनुमानं कर्तुं शक्नुमः इति भाति तत्र न हा तथा अस्ति वा इति न तत्र स्पष्टतया न वक्तुं शक्नुमः इति चिन्तयामि इत्युक्ते किञ्चित् अग्रे पठेम तदनन्तरं तत्र अन्ततो गत्वा किञ्चित् निष्कर्षः अपि अस्ति तत्रापि एषः विषयः पुनः आगच्छति इति अहं चिन्तयामि किन्तु एतदपि वक्तव्यम् एकत्वम् इति गुणस्य नाशः केवलं तस्य गुणस्य नाशः एव न कर्तुं शक्यते यदा वयं घटस्य नाशं कुर्मश्चेत् एव एकत्वमपि नश्यति सत्यं तदेव अहमपि चिन्तितवती आसम् इदानीं तत्र असमवायिकारणीभूतगुणस्य नाशः पृथक्तया न भवति यथा तत्र घटसंयोगः इति असमवायिकारणनाशः अभवत् द्रव्यस्य विषये तथा गुणप्रसङ्गे द्रव्य तत्र समवायिकारणनाशेन एव असमवायिकारणस्य नाशः भवति न तु साक्षात् असमवायिकारणस्य नाशः आम् भगिनि इति हा इत्यपि अस्ति सत्यम् इतोपि किञ्चित् प्रायः चिन्तनीयमिति अहम् इति मम चिन्तनं परन्तु हा सत्यम् अस्तु तर्हि भवानेव अग्रे पठतु तत्र समानाधिकरणगुणेनापि समानाधिकरणगुणेनापि भवति गुणनाशः यथा घटे तेजसंयोगेन श्यामादिरूपनाशः पृथिव्यां द्रवत्वनाशोऽपि तेजसंयोगादेव आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति. चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणेऽपि न सः स्मर्यते. कुतः? कालवशात् नष्टः संस्कारः. वार्धक्यादिना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयं. तत् कुतः? रोगेण नष्टः संस्कारः. पूर्वस्मिन् परिच्छेदे गुणनाशं केन कारणेन भवति इति, समवायिकारणनाशात् गुणनाशः भवति, अपि च सङ्ख्याविषये अपेक्षाबुद्धि इति निमित्तकारणनाशादपि गुणनाशः, द्वित्वादि गुणनाशः भवति इति वयं दृष्टवन्तः. इदानीं समानाधिकरणगुणेनापि भवति गुणनाशः इति प्रतिज्ञारूपेण दत्त्वा तस्य उदाहरणं प्रतिपादनं उदाहरणत्वेन प्रतिपादनं दत्तमस्ति. घटे तेजसंयोगेन श्यामादिरूपनाशः. वयं जानीमः घटे रूपमस्ति इति, प्रायः तद्रूपं शुक्लम् इति चिन्तयामश्चेत्, किन्तु तेजसंयोगेन यदा घटं वयं तैजसि स्थापयामश्चेत् तत्र घटस्य घटे यद्रूपम् आसीत् तस्य नाशः भवति इति कृत्वा तेजः तु घटे संयोगेन एव भवति. किमर्थमित्युक्ते तेजः अपि द्रव्यं, घटः अपि द्रव्यान्तरम् इति कृत्वा द्रव्ययोः मध्ये संयोगः एव भवति इति कृत्वा तेजसंयोगेन अत्र घटः एव तेजस्य अधिकरणम् अपि च रूपस्य अधिकरणम् इति कृत्वा तेजसंयोगेन घटस्य रूपः नाशः भवति इति समानादिकरणगुणेनापि भवति गुणनाशः. अत्र समानादिगुणं किम् इत्युक्ते संयोगः, तेजसंयोगः एव गुणः. तेन संयोगेन, तेजसंयोगेन घटस्य रूपं नश्यति इति कृत्वा समानादिकरणगुणेनापि भवति गुणनाशः इति निरूपितं. तत्तु प्रथम उदाहरणं. पृथिव्यां एकक्षणं महोदय, बहु सम्यक् अस्ति. तर्हि पुष्पा भगिनी, भवती अवगतवती वा तत् किम् इति? तत्र समानादिकरणगुणेनपि भवति गुणनाशः इति उदाहरणत्वेन यत् उक्तम्. भगिनी अस्ति वा? अस्तु, तर्हि हा न तद् न, महोदयेन यदुक्तं तद् अवगतवती वा इति मम प्रश्नः आसीत्. तत्र ते घटे तेजसंयोगेन श्यामादि रूपनाशः इत्युक्ते किं? तत्र हा, तत्र प्रथमवाक्यं किम् आसीत्? समानादिकरणगुणेनापि भवति गुणनाशः इति खलु? इत्युक्ते घटे तत्र इदानीं श्यामरूपम् अस्ति इति चिन्तयतु, अथवा किमपि रूपम् अस्ति. इदानीं घटे विद्यमानं समानादिकरणम् इत्युक्ते घटः इति अधिकरणं, समानादिकरणे विद्यमानम् अन्यत् रूपम् इत्युक्ते घटे विद्यमानं, क्षम्यताम्, अन्यत् गुणम् इत्युक्ते घटे रूपम् इति गुणः अस्ति. इदानीं संयोगः इति कश्चन अन्यगुणः अपि अस्ति घटे तेजसंयोगः इति कृत्वा तेजसंयोगेन इदानीं घटे विद्यमानं रूपम् इति गुणः तस्य नाशः भवति. तर्हि समानादिकरणे रूपं तेन गुणनाशः भवति इति आगतम्. अवगच्छति वा इदानीं? सामाधिकरूपनाशः समानाधिकरणे समानाधिकरणे तेजस संयोगेन समाधिरूपनाशः तु भवति. अस्तु, अग्रे महोदय. एकनिमिषं. इदानीं द्वितीय उदाहरणं, पृथिव्यां द्रवत्वनाशः अपि तेजसंयोगादेव. पृथिव्यां द्रवत्वं कथं पृथिव्याम् आगच्छति भगिनि? इत्युक्ते घृतमिति पृथ्वी द्रव्यमेव खलु? तत्र तेजसंयोगेन पृथिव्यां, पृथिव्याम् इत्युक्ते अत्र घृतम् इति स्वीकुर्मश्चेत् तत्र घृतं प्रायः यदा शीतमस्ति चेत् तस्मिन् द्रवत्वं नास्ति, द्रवत्वनाशः, द्रवत्वं जायते एव किल तेजसंयोगेन. न, इत्युक्ते तत्र तेजसि यदा वयं घृतं स्थापयामः तदा तत्र द्रवत्वं नश्यति खलु? इत्युक्ते घृतमपि नश्यति, द्रवत्वमपि नश्यति. हा, घृतमेव नश्यति. अत्र वार्ताद्वयमस्ति. यदि पूर्वं घृतं घृते काठिन्यम् आसीत् चेत् शैत्या काठिन्यम् आसीत् चेत् तेजसंयोगेन तस्मिन् द्रवत्वं जायते, किन्तु साक्षात् घृतं तैजसि वयं स्थापयामश्चेत् द्रवत्वं तु नश्यति किन्तु घृतमपि नश्यति. तत्र साक्षात् घृतमेव नश्यति. सत्यं सत्यं, द्वयमपि भवति. इत्युक्ते तत्र द्रवत्वमपि नश्यति, घृतमपि अन्ततो गत्वा नश्यति. सत्यम्. आम्, किन्तु अत्र घृतमेव नश्यति. तदा एव वयं वक्तुं शक्यते द्रवत्वं नश्यति इति किल. यदा पूर्वस्मिन् परिच्छेदे वयं चर्चितवन्तः द्वित्वं एकत्वं कदा नश्यति, यदि घटमेव नश्यति चेत् एव तस्मिन् स्थितस्य एकत्वमपि नश्यति इति. तादृशम् अत्र घृतमेव नश्यति चेदेव तस्मिन् विद्यमानद्रवत्वमपि नश्यति. किन्तु अत्र कथं दत्तमस्ति चेत् पृथिव्यां द्रवत्वं केवलं द्रवत्वमेव नश्यति, न तु हा इति किञ्चित् सत्यं. मम अपि किञ्चित् भ्रमः अस्ति अत्र वस्तुतः. प्रायः महोदयं प्रष्टुं शक्नुमः. अन्यत् किमपि उदाहरणमस्ति वा घृतं विहाय? तैलमपि तादृशमेव. तैलं अग्नौ वयं स्थापयामश्चेत् तैलमेव नश्यति, तस्मिन् विद्यमानद्रवत्वमपि तेन कारणेन नश्यति. तत्र मम इत्युक्ते तत्र नैयायिकानां मतानुगुणं तत्र प्रक्रिया का इति अहं सम्यक्तया न जानामि. इत्युक्ते प्रायः तेषां मतमस्ति यत् प्रथमं तेजसंयोगः भवति चेत् तत्र तस्मिन् विद्यमानं द्रवत्वं गच्छति, तदनन्तरं तत्र द्रव्यमपि नश्यति इति. प्रायः ते तथा चिन्तयन्ति वा इति न जाने. तादृशक्रमः अस्ति. यदा उत्पत्तिसमये प्रथमं द्रव्यं जायते, तदनन्तरमेव रूपादिगुणाः तस्मिन् जायते, तादृशं प्रथमं प्रायः गुणाः नश्यन्ति, तदनन्तरमेव द्रव्यं नश्यति इति. हा, परन्तु तथा सर्वत्र तथा भवति वा अथवा तत्र केषुचित् गुणेषु एव तादृशी प्रक्रिया वा इति न जानामि. यतोहि एकत्वस्य कृते तु तथा नास्ति. तदर्थमेव एकत्वम् इति यद्यपि असमवायिकारणम् अस्ति द्वित्वं प्रति, तस्य नाशः प्रथमं पृथक्तया न भवति, परन्तु द्रवत्वस्य विषये तथा भवति वा इति अहं न मया न ज्ञायते. तर्हि महोदयं प्रष्टुं शक्नुमः. क्षम्यतां सुनील् महोदय, भवान् किमपि. अत्र इदानीं गुणस्य विषये एव वदति इति कारणेन केवलं द्रवत्वम् इति प्रथमं स्वीकरोति इति मम चिन्तनम् अत्र. हा सत्यं, परन्तु न, परन्तु अत्र एकत्वस्य विषये अपि तथैव भवति खलु. तथा अस्ति चेत् अत्र एकत्वस्य नाशः भवति, तदनन्तरं द्रव्यस्य नाशः इत्यपि वक्तुं शक्नुमः, तथा प्रक्रिया अस्ति चेत्. परन्तु तथा न वदेम. किमर्थं द्रवत्वं तथा भवति इति प्रश्नः भवति. यदि एकत्वं नश्यति तदनन्तरमेव तस्य आधारीभूत द्रव्यमपि नश्यति इति चेत् असमवायिकारणनाशात् अपि गुणनाशः भवति इति वक्तुं शक्नुमः. सत्यं, परन्तु तथा नास्ति इति कृत्वा एव अहं चिन्तयामि द्रवत्वस्य विषये किञ्चित् किमपि विशिष्टकार्यमस्ति इति अहं चिन्तयामि. भवतु महोदय, मम भ्रमः अपि अस्ति. हा महोदयमेव पृष्टव्यं. अस्तु महोदय, अग्रे. अग्रे, आत्मगुणः संस्कारः कालात् रोगात् चरमेण स्मरणेन वा नश्यति. इदानीं तृतीय उदाहरणम् आत्मगुणः संस्कारः इति गुणः, तत्तु आत्मगुणः इति वयं जानीमः. तत् केन कारणेन कैः कारणैः नश्यति इति पश्यामश्चेत् कालात् अपि नष्टं भवितुमर्हति, भवति रोगात् अपि भवितुं भवति, चरमेण स्मरणेन अपि भवति इति दत्तमस्ति. एकैकं स्वीकृत्य तस्य प्रतिपादनमपि अस्ति इति कृत्वा अग्रे सरामि. चिरं यः पदार्थः न अस्माभिः स्मृतः तस्य कालान्तरेण स्मर्तुं प्रयासे क्रियमाणे अपि न स्मर्यते. उदाहरणार्थं प्रायः ह्यः मम मित्रं दृष्टवान् इति स्वीकुर्मश्चेत् सः तस्य किं वदामि, ड्रेस् इत्यस्य संस्कृतभाषा किं भगिनि, वस्त्रं, तस्य वस्त्रस्य रूपम् अहं दृष्टवान्, प्रायः नीलरूपम् इति चिन्तयामश्चेत् ह्यः तम् अहं दृष्टवान् नीलरूपवस्त्रं धारितवान् इत्यपि मम स्मरणे अस्ति. किन्तु प्रायः अग्रिमसप्ताहे वा तदनन्तरं वा यदि पुनः पुनः तस्य वस्त्रं नीलरूपम् आसीत् इति अहं पुनः पुनः न स्मरणं करोमि चेत् प्रायः एकमासानन्तरं कोऽपि मां पृच्छति चेत् कीदृश रूपं मया धृतम् इति मम मित्रं मां पृच्छति चेत् अहं न स्मर्तुं शक्यते. प्रयासे क्रियमाणे अपि बहु प्रयासं कृत्वा अहं चिन्तयामि चेदपि तत् स्मरणेन आगच्छति. किमर्थमित्युक्ते तत् कुतः इत्युक्ते कालवशात् नष्टः संस्कारः. एकमासानन्तरं एकमासं तत्र गतम् इति कृत्वा कालेन तत् ज्ञानं नष्टम् इति कालात् आत्मगुणः संस्कारः कालात् अपि आत्मगुणः संस्कारः नश्यति इति तस्य उदाहरणम् अर्थ अत्र. इतोपि किञ्चित् वक्तव्यं बहु सम्यक् महोदय. न न बहु सम्यक् एतावत् पर्यन्तं स्पष्टमिति चिन्तयामि. तर्हि सुनील् महोदय, भवान् अग्रे पठति वा किञ्चित् वार्तिकेन इति आरभ्य. वार्धक्यादिना रोगाक्रान्ते शरीरे न स्मरति अनुभूतं विषयं, तत् कुतः? रोगेण नष्टः संस्कारः. अत्र वार्धक्यम् इति शरीरे भवति अथवा रोगः अपि शरीरे भवति. अत्र अपि एतादृशगुणः नष्टः भवति. अतः अत्र रोगेण नष्टः संस्कारः इति वक्तुं किम् अस्ति वार्धक्यम्? हा सुनील् महोदय, भवान् वदतु. वार्धक्यमित्युक्ते अत्र वयः अधिकः भवति इति वार्धक्यं भवति. शिशुः तु वयः न्यूनः खलु, वयः अधिकः भवति चेत् तस्य भावः अस्ति वार्धक्यम्. अग्रिमपरिच्छेदं पठामि वा? हा पठतु महोदय. चरमस्मरणेन अपि नश्यति संस्कारः, अजिज्ञासितोपि अर्थः इन्द्रियसन्निकर्षादीना अस्माभिः ज्ञातः इति मन्यताम्, तेन संस्कारः उत्पन्नः. संस्कारेण एकवारं द्विवारं वा स्मरणमपि तस्य पदार्थस्य ज्ञातं, परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. किं तथा सति संस्कारः आत्मनि तदेव तिष्ठेत् न प्रयोजनभावात्? स्मरणाय खलु संस्कारः, यदि न सः विषयः पुनः स्मृतः कः लाभः? तदात्मनि सः संस्कारः तदेव तिष्ठति इति कल्पनया. अतः द्वितीयवारं यत् स्मरणमभूत् तेन स्मरणेन चरमेण स्मरणेन सः संस्कारः नष्टः इति चिन्तनम् उचितम्. अत्र चरमस्मरणेनापि नश्यति संस्कारः इति. अतः इत्युक्ते किं चरम इति? मृतः इति वा अथवा स्मरणस्य नाशः भवति इति वा? न न, चरमम् इत्युक्ते अन्तिमम्. अन्तिमम् पूर्वं दृष्टवन्तः अत्र. अत्र अन्तिमस्मरणे संस्कारः नश्यति इति. अजिज्ञासितोपि अर्थः इन्द्रिय सन्निकर्षादीना अस्माभिः ज्ञातः इति मन्यताम्. अत्र यः जिज्ञासा नास्ति अपि इन्द्रियेण सह सन्निकर्षः इति अस्ति चेदपि अभिज्ञासितोपि अर्थः इन्द्रियसन्निकर्षितो तत् अभिज्ञासितः इति कस्य विशेषणम्? अत्र संस्कारस्य किल? न न, अभिज्ञासितः अर्थः खलु. इत्युक्ते यदा भवान् तत्र तत्र मित्रस्य गृहं गच्छति इति चिन्तयतु, तस्य गृहे कश्चन आसन्दः अस्ति, तस्मिन् विषये इत्युक्ते आसन्दस्य विषये भवतः अभिरुचिः किमपि नास्ति, इत्युक्ते आसक्तिः इति किमपि नास्ति. परन्तु यदा तस्य गृहं गच्छति भवान्, तत्र अकस्मात् तस्य आसन्दस्य अपि आसन्दमपि दृष्टवान्. इति कृत्वा तत्र अजिज्ञासितः इत्युक्ते आसन्दस्य विषये भवतः जिज्ञासा नास्ति. जिज्ञासा नास्ति चेदपि चक्षुषा तस्य ग्रहणं तु अभवत्, यतोहि तस्य भवान् भवतः मित्रस्य गृहे आसीत्, तत्र आसन्दः अपि आसीत्, आसन्दस्य दर्शनमपि अभवत् खलु इति कृत्वा. तर्हि सः अस्ति अजिज्ञासितः अर्थः इति. यद्यपि अस्माकं इष्टविषयः नास्ति अथवा इत्युक्ते तत्र यत्किमपि तत्र अस्माकं कार्यस्य विषये वा पठनस्य विषये वा यत्किमपि भवतु, तत्र तु अस्माकं जिज्ञासा अस्ति इति कृत्वा वयं पठामः अथवा तत्र विषयग्रहणं कुर्मः. परन्तु अत्र तु तादृशं किमपि नास्ति. तथा अस्ति चेदपि तस्य किञ्चित् ज्ञानम् अभवत्, यतोहि इन्द्रियसह इत्युक्ते प्रत्यक्षगोचरम् आसीत् सः, प्रत्यक्षगोचरः अस्ति सः अर्थः इति कृत्वा अथवा तद्द्रव्यम् इति कृत्वा. यदा तादृश अभवत् तर्हि तत्र ज्ञानं ज्ञानेन उद्बोधम् उद्बोधकम् अभवत् तर्हि तत्र संस्कारः उत्पन्नः भवति. संस्कारेण स्मरणं जायते. तर्हि संस्कारः अस्ति इति कृत्वा एकवारं वा द्विवारं वा भवान् तस्य आसन्दस्य विषये चिन्तय इत्युक्ते तस्य स्मरणम् आगच्छति. परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः. अतः तत् सः पदार्थः पुनः न अवश्यं चेत् न इदानीं स्मरामि इति पुनः स्मरामि. हा इत्युक्ते अनपेक्षितत्वात् इत्युक्ते तत्र पदार्थस्य विषये तत्र अभिरुचिः नास्ति इति कृत्वा तस्य स्मरणस्य अथवा संस्कारस्य अपेक्षा नास्ति इति कृत्वा पुनस्मरणं न जायते तस्मिन् विषये. अतः किं तथा सति संस्कारः आत्मनि तथैव तिष्ठेत् न प्रयोजनभावात्. अतः अत्र संस्कारः आत्मनि न यदा प्रयोजनं नास्ति चेत् संस्कारः आत्मनि न भवति इति न तिष्ठति. स्मरणाय खलु संस्कारः, अतः पुनस्मरणेनैव संस्कारः भवति इति. वस्तुतः विपरीतदिश्यां खलु, स्मरणाय खलु संस्कारः इत्युक्ते संस्कारः अस्ति इति कृत्वा एव स्मरणं भवति, न तु स्मरणमस्ति स्मरणेन संस्कारः न जायते, विपरीतदिश्यां. ओ एवं, संस्कारः अस्ति इति कृत्वा स्मरणं जायते. यदि न सः विषयः पुनः स्मृतः, कः लाभः तदात्मनि सः संस्कारः तदेव तिष्ठति कल्पनया. अतः अत्र सः विषयः पुनः न स्मृतः, कः लाभः तदात्मनि सः संस्कारः तथैव तिष्ठति इति कल्पनया. इत्युक्ते तत्र किमपि लाभः नास्ति चेत् सः विषयः संस्कारवशात् एव तिष्ठति इति वा मनसि? हा इत्युक्ते तस्य स्मरणं पुनः न भवति इति अस्ति चेत् तस्य संस्कारः मनसि आत्मनि तिष्ठति इति चिन्तनेन तत्र लाभः कः इत्युक्ते तत्र यस्य स्मरणं नास्ति तस्य संस्कारः अपि मनसि दर्शमितम् आत्मनि नास्ति खलु, यतोहि संस्कारः अस्ति इति कृत्वा एव स्मरणं जायते. तर्हि स्मरणं नास्ति चेत् तस्य संस्कारः अपि संस्कारः अस्ति इति चिन्तनेन तत्र किमपि लाभः कोऽपि लाभः नास्ति खलु, इत्युक्ते तत्र लाघवं नास्ति. तत्र संस्कारः अस्ति परन्तु स्मरणं नास्ति इति चेत् तत्र संस्कारस्य कः लाभः? तर्हि संस्कारः एव नास्ति इति स्वीकुर्मः चेत् तत्र लाभः लाभ लाघवम् अस्ति खलु. तर्हि तत्र तादृशचिन्तनेन तत् किमर्थं तत्र तथा कल्पनीयम् इत्युक्ते तत्र संस्कारः अस्ति परन्तु स्मरणं नास्ति इति कल्पना लाभदायकी नास्ति इति कृत्वा तत्र तादृशकल्पना न आवश्यकी इति. अतः द्वितीयवारं यत् स्मरणम् अभूत् तेन चरमेण स्मरणेन सह संस्कारः नष्टः इति चिन्तनम् उचितम्. अतः अत्र पुनः अत्र स्मरणं भवति. अतः अन्तिमस्मरणेन सः संस्कारः नष्टः इति अस्ति अत्र. हा इत्युक्ते तत्र तत्र अन्तिम इत्युक्ते एकवारं वा द्विवारं वा तस्य स्मरणं भवति तदनन्तरं तस्य स्मरणं न भवति खलु. तर्हि यदा तत्र अन्तिमस्मरणं भवति तदनन्तरं तस्य संस्कारः अपि नष्टः. संस्कारः नष्टः इति कृत्वा तस्य स्मरणं पुनः अपि न भवति इति वयं स्वीकर्तुं शक्नुमः इत्येव अस्ति अत्र. अतः इति इत्युक्ते यदा संस्कारः भवति इत्युक्ते पुनस्मरणं भवति एव. संस्कारः नास्ति चेत् पुनस्मरणं नास्ति इति. हा तत्र कार्यकारणभावः अस्ति खलु संस्कारस्मरणस्मरणयोः. इत्युक्ते संस्कारः अस्ति इति कृत्वा स्मरणं जायते. तर्हि संस्कारः नास्ति चेत् स्मरणमपि न जायते इत्येव. अस्तु तर्हि अद्य अत्र किञ्चित् चिन्तनमस्ति मम. शीघ्रमेव वदामि, समयः जातः इति कृत्वा. प्रथमं तु यद्भवत्या उक्तं स्मरणसंस्कारयोः मध्ये कार्यकारणभावः अस्ति इति. किन्तु एतदपि वक्तुं शक्यते किल, स्मरणेन अपि संस्कारः पुनः पुनः जायते इति, वर्धते इति, पुनः पुनः स्मरणेन. हा तथा नास्ति महोदय. अपि अस्ति खलु संस्कारः इति. इत्युक्ते यावत्पर्यन्तं संस्कारः अस्ति तावत्पर्यन्तमेव स्मरणमस्ति. संस्कारः यदा संस्कारः जायते स उद्बोधकं भवति चेत्, यदा भवान् उक्तवान् भवतः तत्र मित्रस्य वस्त्र उदाहरणं, तत्र मित्रस्य वस्त्रं यदा भवान् पश्यति तदा तत्र उद्बोधकं भवति खलु. इत्युक्ते तस्य इत्युक्ते प्रथमं भवान् पश्यति, ज्ञानं भवति, ज्ञानेन उद्बोधकं भवति. यदा उद्बोधकं भवति तदा संस्कारः जायते, संस्कारेण स्मरणं भवति. यदा भवान् पुनः सः मित्रं न पश्यति तर्हि तद् ज्ञानम् एव न भवति. तर्हि तत्र यदा वयं पूर्वं दृष्टवन्तः गच्छता कालेन वा रोगेण वा अन्तिम इत्युक्ते अन्तिमस्मरणेन वा तत्र तस्य संस्कारस्य नष्टः भवति. इत्युक्ते उद्बोधकं न भवति चेत् संस्कारस्य नष्टः भवति. स्मरणं न भवति इति कृत्वा संस्कारस्य नष्टः न भवति. किन्तु यदि यद्भवत्या उक्तं तत् सत्यमेव. किन्तु प्रायः एतादृशं चिन्तयतु, पुनः पुनः प्रतिदिनं यदा अहं उत्थापयामि तदा मम मित्रस्य वस्त्रस्य वर्णं नीलम् इति उदाहरणार्थम् अहं वदामि, प्रतिदिनम् अहं चिन्तयामि चेत् संस्कारः न नश्यति किल कालेन अपि. हा इदानीम् अहं कं वदामि, प्रतिदिनम् अहं स्मरामि तदा एव संस्कारः न नश्यति इति. प्रतिदिनं यदि यदा अहं न स्मरामि तदा संस्कारः कालेन नश्यति. हा इत्युक्ते तत्र प्रथमं संस्कारः अस्ति इति कृत्वा एव स्मरणं जायते. खलु, तर्हि यदा भवान् तत्र स्मरणं तत्र इदानीं संस्कारः अस्ति तर्हि भवान् स्मरति तत्र तस्य एतत् तस्य वस्त्रं नीलम् इति भवान् चिन्तयति खलु, तर्हि तत्र द्वितीयदिने किमपि उद्बोधकं भवति इत्युक्ते भवान् चिन्तयति अस्तु इदानीम् अहं तत्र मम मित्रस्य वस्त्र रूपं किम् इति स्मर्तव्यम् इति किञ्चित् उद्बोधकं ज्ञानमस्ति, तेन संस्कारः जायते, संस्कारेण इदानीं स्मरणं भवति तत्र हा मित्रस्य रूपं मित्रस्य तत्र वस्त्ररूपमस्ति नीलम् इति. परन्तु तादृश उद्बोधकज्ञानं नास्ति चेत् संस्कारः अपि न भवति, संस्कारः नास्ति चेत् स्मरणमपि नास्ति. ओ अस्तु भगिनि, तादृशं स्वीकुर्मः. परन्तु तत्र तादृशं स्वीकर्तुं शक्यते. द्वितीयं तु अत्र दत्तमस्ति किल, परन्तु अनपेक्षितत्वात् सः पदार्थः न पुनः कदापि स्मृतः इति. अनपेक्षितत्वात् इत्युक्ते किम्? अनपेक्षा अपेक्षा बुद्धिः नास्ति इति. तत्र अपेक्षितत्वात् इत्युक्ते तत्र अपेक्षा बुद्धिः इति वा अथवा तत्र अपेक्षा इति व्यावहारिकशब्दः वा इति अहं तत्र अहं तु तत्र अपेक्षा इति व्यावहारिकरूपेण एव स्वीकृतवती. अन्यपेक्षा इत्युक्ते तस्य तयोः मध्ये भेदः नास्ति भगिनि. न व्यावहारिकस्थले तु किञ्चित् रिलेटिव् एक्स्पेक्टिङ्ग् इति किमपि अपि अर्थः आगच्छति खलु, परन्तु अपेक्षा बुद्धिः इत्यस्य तत्र किञ्चित् तादृश अर्थः नास्ति. अहम् उदाहरणं वदामि. मम मित्रस्य वस्त्रस्य नीलवर्णमेव स्वीकुर्मः. यदि अहम् अकस्मात् तं पश्यति चेत् नीलवर्णं सः तस्य वस्त्रस्य वर्णम् इति मयि ज्ञानम् उत्पद्यते, किन्तु कालेन तत् गच्छति. किमर्थमित्युक्ते तत् नीलवर्णं दर्शनार्थम् अहं न गतवान्. किन्तु अन्यत् उदाहरणं पश्यतु, मम मित्रं माम् आह्वय अहं ह्यः एकं न्यूनं नास्ति नववस्त्रं क्रेतवान्, तस्य नीलवर्णं बहु सुन्दरम् अस्ति, अत्र आगत्य पश्यतु इति वदति चेत् तद् दर्शनार्थमेव अहं गच्छति तस्मिन् अहं गच्छामि तं गृहम् इति कृत्वा तत्र अपेक्षा बुद्धिः अस्ति. नीलवर्णं दर्शनार्थम् अहं गच्छामि, कीदृशनीलवर्णं तत् बहु सुन्दरम् अस्ति इति सः तेन उक्तम्, अतः तद् दर्शनार्थम् अहं गच्छामि, तत्र अपेक्षा बुद्धिः अस्ति. सत्यं, परन्तु अत्र तु विषयः अस्ति तत्र प्रथमवाक्ये एव अस्ति खलु अधिज्ञासितः अर्थः इति. इत्युक्ते यदा यः दृष्टान्तः भवता उक्तः तत्र तु अजिज्ञासितः अर्थः नास्ति, जिज्ञासा अस्ति. हा हा, परन्तु अस्मिन् उदाहरणे तु तत्र अजिज्ञासितः अर्थः, तत्र तु अनपेक्षितः अस्ति खलु, यतोहि तस्य अजिज्ञासितः अस्ति इति कृत्वा तत्र अस्माकम् अपेक्षा नास्ति. इत्युक्ते यत्र यत्र अपेक्षा बुद्धिः नास्ति तत्र एव चरमेण स्मरणेनैव संस्कारः नश्यति इति स्वीकर्तुं शक्यते. हा, प्रायः तथापि वक्तुं शक्नुमः इति चिन्तयामि. हा, त्रीणि कारणानि सन्ति किल, कालात् सत्यं, हा, तत्र कालात् नश्यति, रोगात् नश्यति, अपि च चरमेण स्मरणेनैव. अत्र चरमेण स्मरणेनैव कदा संस्कारः नष्टः भवति इत्युक्ते यदि मयि जिज्ञासा बुद्धिः नास्ति चेत्. तदा प्रायः वक्तुं शक्यते इति हा इति भाति. सत्यं सत्यं हा तदेव मम अवगमनम्. अस्तु भगिनि, समयः अस्ति वा, अहमेकं पृच्छामि वा? हा अस्तु, पृच्छतु महोदय. अहम् इदानीं तस्मिन् विषये एव अत्र अहं तदेव उदाहरणम् अत्र अहं मित्रस्य गृहं गच्छामि, तत्र किमपि आसन्दं पश्यामि, पुनः मम गृहमागत्य तस्य विवरणं कर्तुम् इच्छामि, परन्तु अहं न स्मरामि, अतः अत्र संस्कारः नास्ति इति वदामः वा? सत्यं, स्मरणं यत्र नास्ति तत्र तस्य संस्कारः यदा गच्छति तदा एव तत्र स्मरणमपि गच्छति. ओ एवम्. स्मरणं कर्तुं न शक्यते, संस्कारः न जातम् इति इति निश्चितं निश्चयं कर्तुं शक्यते. सत्यं सत्यं, तत्र तदर्थमेव तत्र तद्वाक्यम् अस्ति खलु, स्मरणाय खलु संसारः. तर्हि तत्र तस्य वाक्यस्य तात्पर्यं तदेव, इत्युक्ते यत् कार्यकारणभावः अस्ति इति. सत्यं सत्यम् इत्युक्ते हा सत्यं तावदेव. धन्यवादः, सुन्दरम्. अस्तु तर्हि अत्र अद्य स्थगयामः. इतोपि चिन्तनम् अस्ति, ईमेल् द्वारा अपि प्रेषयितुं शक्नोति अथवा आगामिकक्षायां किञ्चित् चर्चां कृत्वा अपि अग्रे गन्तुं शक्नुमः. तर्हि शुभरात्रिः. तत् वाक्यं किञ्चित् महोदयं प्रति पृच्छतु, पृथिव्यां द्रवत्वनाशे अपि तेजसंयोगः. हा अहं तत्र निश्चयेन ई पत्रं प्रेषयिष्यामि महोदय तस्मिन् विषये. नमस्ते भगिनि, धन्यवादः. धन्यवादः.